नमस्कारः. धातुविज्ञानं द्वितीयभागः इति विषयः अनुवर्तते. तत्र गतवर्गे सत्त्वं, नित्यम्, अपि च तत्र इदितोनुं धातोः इति विषयः इति विषये वयं पठितवन्तः. तत्र चत्वारि प्राकृतिककार्याणि भवन्ति इति ज्ञातवन्तः. इत्यन्यकवर्णानां लोपानां किं चत्वारि प्राकृतिककार्याणि भवन्ति. धातौ धात्वादेः शः सः इति सूत्रेण सत्त्वं भवति. उपदेशावस्थायां यः धातुः अस्ति तस्य आदौ मूर्धन्यषकारः अस्ति चेत् तस्य स्थाने सकारादेशः भवति. तदर्थं सूत्रमस्ति धात्वादेः शः सः इति सूत्रम्. तदनन्तरं द्वितीयं सूत्रमस्ति नो नः. उपदेशावस्थायां धातोः आदौ मूर्धन्यणकारः अस्ति चेत् तस्य स्थाने दन्त्यनकारादेशः भवति इति दृष्टवन्तः. तस्य प्रयोजनं कुत्र इति अपि वयं ज्ञातवन्तः. तत्र उपसर्गात् समासे अपि उपदेशस्य इति सूत्रस्य विवरणमपि पठितवन्तः. तदनन्तरम् इदितो नुम् धातोः इति विषयः अपि आरब्धः. तर्हि इदित् धातोः नुमागमः भवति इति तदर्थं सूत्रमस्ति इदितो नुम् धातोः इति सूत्रम्. तर्हि इदित् नाम किम् इति प्रश्नः उदेति. तर्हि वसन्ती भगिनी वदतु, इदित् नाम किम्? इकार अन्तिमवर्णः धातोः इदित् धातु. केवलं धातोः अन्ते इकारः अस्ति चेत् पर्याप्तं वा? उपदेशे उपदेशावस्थायां धातोः अन्ते इकारः अस्ति चेत् तत्र पूर्णकथा तत्र इतोपि किञ्चित् आवश्यकम्. अनुनासिकः भवेत् खलु. अनुनासिकः इकारः अस्ति चेत् एव तस्य इत्संज्ञा भवितुम् अर्हति. अतः धातोः अन्ते यः इकारः सः अनुनासिकः स्यात्. अनुनासिकः अस्ति चेत् तस्य इत्संज्ञा भवति. अतः इत् यस्य सः इति वदामः. इत्युक्ते तादृशधातुः यत्र ह्रस्व अकारः प्रथम इत् इत्युक्ते द्वितीय इत् इत्युक्ते इत्संज्ञा इति तादृशधातुः अस्ति चेत् तस्य नुमागमः भवति. इदि धातुः नुमागमः भवति इति एतादृश इदि धातुः बहवः धातवः सन्ति यत्र धातोः अन्ते ह्रस्व इकारस्य इत्संज्ञा अस्ति. तादृशधातौ नुमागमः भवति. तदर्थं तत्र निधि इति धातुः अस्ति. निद् टुडे योर् वाय्स् इस् नाट् दट् मच् आडिबल् मेडम्. एवं वा? स्लैट्लि वेवरिङ्ग्, ऐ डोण्ट् नो वै. भगिनी किञ्चित् प्रतिध्वनि अस्ति अण्ड् किञ्चित् ब्रेकप् अपि भवति. आं भगिनि, ब्रेकप् इस् आल्सो हेपनिङ्ग्. किमर्थं पुनः आगच्छामि वा? पुनः आगच्छामि. अधुना श्रूयते किम्? श्रूयते. आम्, इदानीं सम्यक् अस्ति वा? आं भगिनि, सम्यक् अस्तु. तर्हि पुनः आरम्भतः वक्तव्यं वा, नो चेत् इदितो नुम् धातोः इति? ओके, सो इदितो नुम् धातोः इत्यस्मिन् विषये चर्चा जायमाना. म्यूट् मध्ये एव, यतोहि ध्वनिः अस्ति. अस्तु, तर्हि इदित् इति इत्युक्ते किम् इति ज्ञातवन्तः. तर्हि तादृशधातुः इदित् धातुः इत्युक्ते तादृशधातुः यस्य अन्ते ह्रस्व इकारस्य इत्संज्ञा अस्ति. तदर्थमेव तत्र इत् इति उक्तं. प्रथम इत् इत्युक्ते ह्रस्व इकारः, द्वितीयः तत्र द्वितीयः इत् इत्युक्ते इत्संज्ञा. तर्हि नुमागमः भवति इति वयं ज्ञातवन्तः. तदर्थम् उदाहरणमस्ति निधि धातुः. निधि इति धातौ तत्र अन्ते इकारः अनुनासिक इकारः अस्ति, तस्य इत् संज्ञा भवति उपदेशे जनुनासिक इत् इत्यनेन. अतः निधि इति धातुः इदिद्धातुः अस्ति. तर्हि इदिद्धातुः अस्ति चेत् अस्माकं प्रथमं कार्यम् अस्ति नुमागमः. तस्मात् पूर्वम् अत्र इत्संज्ञकवर्णानां लोपः इति अपि अस्ति खलु, अतः तत्र प्रथमतया इकारस्य इत्संज्ञा भवति, तदनन्तरं तत्र णकारः धातोः आदौ यः णकारः अस्ति तस्य णो नः इति सूत्रेण दन्त्यनकारादेशः भवति. तर्हि निद् इति धातुः अस्ति. अधुना निद् इति धातुः इदिद् धातुः इति कृत्वा नुमागमः भवति. नुम् इति आगमः अस्ति. कथं जानीमः नुम् इति आगमः अस्ति? यतोहि तत्र मकारस्य इत्संज्ञा अस्ति. नुम् इत्यत्र मकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा अस्ति. अतः तत्र नुम् इति मित् अस्ति. मकारः इत् यस्य सः, नुम् इत्युक्ते तादृशः यस्य मकारस्य इत्संज्ञा अस्ति, मित् अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः अत्र आगमस्य विषयः अस्ति न तु आदेशस्य. अतः नुम् इति आगमे मकारस्य इत्संज्ञा, उकारः अनुनासिकः अस्ति इति कृत्वा तस्यापि इत्संज्ञा भवति उपदेशे जनुनासिक इत् इत्यनेन. तर्हि नकारः एव अवशिष्यते. सः नकारः एव आगमरूपेण आगच्छति. कुत्र आगच्छति इति प्रश्नः अस्ति. यतोहि इतः धातोः नुम् इति उक्तं, तत्र कुत्र नुमागमः भवति इति न उक्तम्. तत्र केवलम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् इदितः धातोः नुम् इति उक्तं, तेन किमपि न अवगच्छामः. तत्र धातोः स्थाने नुमागमः भवति इति अवगच्छामः सामान्यतया. यतोहि नुम् इति प्रथमान्तम् अस्ति, धातोः इति षष्ट्यन्तम् अस्ति, अतः धातोः स्थाने किमपि भवति इति अवगच्छामः. परन्तु अत्र आगमस्य सूचकः इति अपि उक्तं, तर्हि आगमः कुत्र भवति इति न ज्ञातुं शक्नुमः. तदर्थम् अस्माकं कृते एकं सूत्रमस्ति यत् सहकरोति. मिदचौन्त्यात् परः इति परिभाषासूत्रमस्ति, तदेव सहकरोति. मित् इति आगमः कुत्र आयाति इति तत् सूत्रं वदति. तर्हि मिदचौन्त्यात् परः इति सूत्रमस्ति, यः आगमः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति. इत्युक्ते बहवः अच्वर्णाः सन्ति. इदानीं तत्र मिद् इति धातुः अस्ति, तत्र एकः एव अच्वर्णः अस्ति. तस्य अच्वर्णस्य अन्तिम अच्वर्णस्य एकः एव अच्वर्णः अस्ति इति कृत्वा सः अच्वर्णः किं श्रूयते वा? श्रूयते भगिनि. शब्दन्यूनम् अभवत् यदा कदापि न्यूनं भवति भगिनि. एवं वा? भवति अद्य तिष्ठति तदनन्तरम् एव न्यूनं भवति भगिनि. फोन् द्वारा आगन्तुं प्रयत्नं करोमि एकक्षणम्. अस्ति, सर्वे म्यूट् मध्ये एव स्थापयतु. भगिनी भवती यत् अन्ते उक्तवती तत्तु सम्यक् आसीत्, मा गच्छतु. अधुना कथमस्ति? नमस्कारः. समानमेव भगिनि, न्यूनमेव अस्ति भगिनि. चिन्ता स्थापयन्तु. अस्तु, अत्र किमपि न कर्तुं शक्नोमि. अत्र प्रायः तत्र क्लेशः अस्ति. अत्र द्वितीय फोन् भगिनि, सर्वे म्यूट् मध्ये भवन्तु. तदनन्तरं सम्यक् भगिनी, धन्यवादः. अस्तु, इदानीं तत्र मिद्यचोन्त्यात् परः इति सूत्रमेव सहकरोति. अत्र कुत्र नुमागमः भवति इति तदर्थम् एतत् सूत्रं, परिभाषासूत्रं सहकरोति. यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति इति उक्तं. तर्हि निद् इति धातौ एकः एव अच्वर्णः अस्ति, इकारः. इकारस्य एकः एव अच्वर्णः इति कृत्वा सः एव वर्णः अन्तिमः अपि अस्ति, आदिमः अपि अन्तिमः अपि. अतः तस्य अनन्तरं नुमागमः भवति. तर्हि निन्द् इति धातुः अस्ति इदानीं. निन्द् इति धातुः इत्युक्ते मूले धातौ नुमागमः नासीत्, अधुना इदितो नुम् धातोः इति नुमागमः भवति. सः नुमागमः मिदचोन्त्यात् परः इति परिभाषासूत्रस्य सहायेन अच्वर्णेषु अन्त्यात् परः आयाति, अन्तिम अच्वर्णस्य अनन्तरम् आयाति इति तत्सर्वम् उक्तम्. अपि च तदनन्तरं तत्र सुबन्तप्रक्रियायां तत्र यः मित् आगमः, यस्य समुदायस्य आगमः, तस्य अन्तिम अवयवः भवति इत्यपि वयं चर्चितवन्तः, तदपि दृष्टवन्तः. अधुना ततः अग्रे अत्र किञ्चित् पठामः. तर्हि नुमागमः मित् ततः आरभ्य पठामः. भगिनी, संशयः एकः अस्ति. पृच्छतु. इदितो नुम् धातोः, अत्र भवती उक्तवती धातोः अन्ते इति, परन्तु अत्र अन्ते इति न लिखितमस्ति. हा, अन्ते इति न लिखितमस्ति, सत्यमेव. परन्तु तादृश धातुः न लभ्यते यत्र यत्र धातोः मध्ये ह्रस्व इकारः अस्ति. यदि अस्ति चेदपि सः धातु इरित् भवति, न तु इदित्. तदर्थमेव तत्र अस्माकं पूर्वं वर्गे इरितो इरित् किमपि आसीत् खलु, इरित् इति वाच्यं तत् किमपि आसीत् खलु, तत्र इत्संज्ञाप्रकरणे तत्र वार्तिकम् आसीत्. इरित् अस्ति चेत् तत्र समुदायस्य इत्संज्ञा भवति. इरित् इर् इर इत्संज्ञा वाच्या इति वार्तिकम् आसीत् खलु. तत्रापि धातोः मध्ये इकारः, ह्रस्व इकारः अस्ति, तस्य इत्संज्ञा प्रकरण विकरणप्रत्ययः अस्ति खलु, श्न इति. तत् कारणं न श्नम् इति भवतु, छिधिर् इति धातुः, छिधिर् इति धातुः अस्ति. तत्रापि हा, तत्रापि ह्रस्व इकारस्य इत्संज्ञा अस्ति, इत्संज्ञा अस्ति. तर्हि सः धातुः इदित् वा इति चेत् सः धातुः इदित् नास्ति, सः धातुः इरित् अस्ति. यतोहि सर्वत्र इकारस्य अनन्तरं रेपः अपि अस्ति, अतः सः धातुः इरित् अस्ति, अतः सः धातुः इदित् नास्ति. इदित् धातुः इत्युक्ते सामान्यतः यः धातुः यस्य अन्ते इकारः अस्ति. किमर्थं पृष्टवती? अत्र निधि इति अस्ति, निधि इत्यस्य द्वौ स्थाने इकारः अस्ति खलु, नकारस्य अपि इकारः अस्ति, दकारस्य अपि इकारः अस्ति. तर्हि कः अनुनासिकः अस्ति? हा, अनुनासिकः तु अन्ते यदस्ति तदेव. हा, अतः तदेव तदेव इदित्. यतोहि नकार उत्तरवर्ति इकारः तु न गच्छति खलु, तत्तु तिष्ठति एव. निद् इति लौकिकधातुः, तर्हि तत्र नकार उत्तरवर्ति इकारस्य इत्संज्ञा नास्ति. अतः धातोः अन्ते यः इकारः अस्ति सः एव सः धातुः एव इदित्. तदर्थं तत्र वस्तुतः इदितोनं धातोः इत्यनेन गोः पादान्ते इति सूत्रात् अन्ते इति तत्र अनुवृत्तिः अपि भवति. वस्तुतः तस्मिन् विषये चर्चा अस्ति. इदि धातोः नुम् इति तत्र अन्ते इति अनुवर्तनं भवेत्, यतोहि तादृशधातुः एव न लभ्यते यत्र मध्ये इकारस्य नास्ति. तदर्थम् अन्ते इति अनुवृत्तिः भवेत् इति चर्चा अस्ति. अतः अन्ते इति एव वयं पश्यामः, तादृश उदाहरणमेव न लभ्यते. अस्तु, तर्हि इदानीम् अत्र उमा भगिनी आरम्भं करोति वा? तर्हि नुम् आगमः मित् अस्ति. अस्मिन् सूत्रे नुमागमः तदनन्तरम् एकं परिच्छेदं त्यक्त्वा तदनन्तरं. ओके, तर्हि नुमागमः मित् अस्ति. प्रश्नः अत्रोक्तं ज्ञान इ तस्य अनन्तरं तस्य अनन्तरं तर्हि नु आगमः मित् अस्ति. पठतु तत्रैव पठतु. ओके, तर्हि नु आगमः मित् अस्ति. मकारः इत् यस्य सः नु आगमः मित् अस्ति. मकारः इत् यस्य सः, अतः नु अचः अन्त्यात् परः आयाति. एक्साम्पल्, निधि निद् धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्, अतः तस्मात् परे नु आयाति. तर्हि नी इन् इन्द् इति स्थितिः, निन्द् इति धातुः निष्पन्नः. नुमागमः कुत्र आगच्छति इति अत्र विशदीक्रियते. नुम् अचः अन्त्यात् परः आयाति. उदाहरणे निधि धातु अनुस्वार इ अनुनासिक इत् अस्ति इति सूत्रेण लोपः भवति. तस्मात् नोनः इति सूत्रेण नी बिकम्स् निद् निद् निद् बिकम्स् निद्. तत्र नकारः इकारः अन्तिम इकारः इस् अन्तिमः आच् निद् धातु धातो. अत्र नुमागमः आयाति. नी तदनन्तरं नुमागमः आगच्छति, देन् इत् इद् परः अस्ति. तस्मात् निधि धातु बिकम्स् निन्द् धातु लौकिके कार्ये. सत्यं सत्यं सत्यं, समीचीनं, तथैव अस्ति. अस्तु, धन्यवादः. धन्यवादः. अग्रे विनय महोदय पठतु. मधि इति धातुः किं भवति? भगिनी क्षम्यतां भगिनी, एक किञ्चित् भ्रमः जाता मम मनसि भगिनी. मित् मित् मित् इत्युक्ते किं भगिनी? मित् इत्युक्ते तत्र नुमागमः भवति खलु. अत्र प्रथमतया किं करणीयम् इति चेत् निधि इति धातुः इदित्वा इति चिन्तनीयं. निधि इति धातु इदित्वा. आं भगिनि, अत्र मकारस्य प्रसक्तिः न एकक्षणं एकक्षणं भगिनि. अत्र निधि इति धातुः इदित् अस्ति वा इति चिन्तनीयम्. इदित् इति उक्तं, तर्हि इदित् धातुः अस्ति चेत् नुम् आगमः भवति, आगमः भवति. तर्हि आगमः कुत्र भवति इति चिन्तनीयं. तर्हि नुम् इति उक्तं, नुम् इत्यत्र मकारस्य इत् अतः मित् अस्ति. कुत्रचित् नुमागमः भवति, कुत्रचित् अन्यत् आगमः अपि भवितुम् अर्हति, अन्य आगमः अपि भवितुम् अर्हति. अधुना अत्र मित् आगमः, यत्र टुक् इति नोः कुक् टुक् शरी इति एकं सूत्रमस्ति, तत्र कुक् इति आगमः, टुक् इति आगमः. कुक् इति आगमः अस्ति चेत् तत्र कित् अस्ति आगमः, टुक् इति अपि कित् अस्ति. कुत्रचित् नुट् इति आगमः भवति, नुट् इति आगमः टित् अस्ति. एवमेव अत्र आगमः मित् अस्ति. अवगतम्. अत्र वासुदेवन् नायर् महोदय कृपया म्यूट् मध्ये भवतु महोदय, ध्वनिः अस्ति, न श्रोतुं शक्नोमि. अवगतं भगिनि, विस्मरामि किन्तु अधुना अवगतं, धन्यवादः भगिनि. हा, तर्हि मित् अस्ति, अतः मित् अस्ति इति कृत्वा आगमः मित् भवितुमर्हति, कित् भवितुमर्हति अथवा टित् भवितुमर्हति. अत्र आगमः मित् अस्ति, अतः मिदचोन्त्यात् परः इति कार्यं करोति. अन्यत्र आगमः टित् अथवा कित् अस्ति चेत् आद्यन्तौ टकितौ इति अन्यत् सूत्रमस्ति, परिभाषासूत्रं. तत् सूत्रं सूचयति आगमः कुत्र भवितुम् अर्हति. आद्यन्तौ टकितौ इति अस्ति. टित् आगमः आदौ आयाति, कित् आगमः अन्ते आयाति. यस्य आगमः तस्य आदौ टित् आगमः, यस्य अन्ते सः आगमः टित्. परन्तु अत्र तु आगमः मित् अस्ति. अस्तु, ततः अग्रे विनय महोदय पठतु. आं भगिनि, मदि तथैव मदि धातुः अस्ति मदि इदित् धातुः अस्ति यतः हरस्व इकारः अन्ते अस्ति इदा प्रथमतया इङ्कारः अज् अनुनासिक् इति आधारेण तस्य लोपः अथ प्रथमतया मद् धातुः अस्ति मद् मन्द नास्ति मद् अस्ति तर्हि यतः धातुः इदित् अस्ति तर्हि नुमागम् अस्ति नुमागम् बित् अच् अन्त्यात् परे परः भवति अतः वयं प्रथमतया मद् धातुः पश्य धातौ पश्यामः तर्हि अन्तिम अकारः कः अन्तिम अच् कः अतः मद् म हलन्त मद् म हलन्त द हलन्त तर्हि द अन्ते अ अस्ति अपरेः न हलन्त आयात् तर्हि एव मन्द धातु लौकिकधातु भवति मन्द एवमेव अग्रे किमस्ति धातु मन्द अस्ति तर्हि धातु अग्रे वधि इति धातु अस्ति खलु वधि तत्र किं भवति क्षम्यतां वधि अहं केवलम् ऐपाड् पश्यामि वधि धातुः वन्द् भवति समानतया बन्द् समान् वधि अपि बन्द् भवति तर्हि भधि भन्द् भवति चदि चन्द भवति ग्लदि ग्लन्द भवति परन्तु त्रपि त्रम्प नास्ति त्रपि त्रम्प अस्ति त्रपि मकार अस्ति नकार नास्ति मकार अस्ति अच् अन्ते मकार आयाति अतः मकार न आयाति अत्र पश्यतु महोदय अत्रापि मकारः नायाति नकारः एव आयाति नुम् इति कृत्वा नकारः एव आयाति तदनन्तरं तत्र सन्धिकार्यं कृत्वा नकारस्य परिवर्तनं भवति परिवर्तनं कथं भवति इति अग्रे पश्यामः अस्तु धन्यवादः हा अस्तु महोदय धन्यवादः अग्रे विजयलक्ष्मी पठतु विजयलक्ष्मी भगिनी त्रम्प् इत्यस्मिन् किमर्थं मकारः न तु नकारः वस्तुतः नकारः आयाति एव तदा नकारस्थाने अनुस्वारः अनुस्वारस्थाने तत् वर्गीयः अनुनासिकवर्णः आयाति यथा वदिनि अनुनासिक इकारस्य लोपः जायते वद् इति भवति अनन्तरं नुमागमः आगच्छति वन्द् इति वन्द् इत्यस्य वन्द् अनुनासिकवन्द् इति भवति अनन्तरं वन्द् इति अगेन् किमर्थम् अनुनासिकवन्द् इति उक्तवती अनुनासिक न अनुस्वारवन्द् अनुस्वारवन्द् भवति अनन्तरं दन्तनकारस्य वन्द् इति भवति अग्रे पठतु अत्र वदि वद् उपदेशे अजनुनासिक इति सूत्रेण वद् वन्द् इति इदितो नुम् धातो इति सूत्रेण वन्द् इत्यस्य अनुस्वारवन्द् नश्च नश्च पदान्तस्य झलि इति सूत्रेण अगेन् अनुस्वारवन्द् इत्यस्य दन्तनकारस्य वन्द् अनुस्वारस्य यै परसवर्णः इति सूत्रेण भवति. तत्कारणं तत्र त्रपि इति इत्यस्य नश्च पदान्तस्य झलि इत्यस्य सूत्रेण त्रम्प् अनुस्वारत्रम्प् इति भवति. अनन्तरं पकारस्य परसवर्णः मकारः, तत्कारणं नकारः न आगच्छति, मकारः एव आगच्छति. पवर्गस्य अन्तिम अनुनासिकवर्णः. लाचिमस्ति, लाचि लाच् इति भवति, इकारस्य लोपः जायते. अनन्तरं नुमागमः आगच्छति, लाञ्च् इति भवति, लाञ्च् इत्यस्य अनुस्वार लाञ्च् इति भवति. अनन्तरं ञकारः च वर्गस्य अन्तिमवर्णः आगच्छति, लाञ्च् इति, लाञ्च् इति. तद्वत् कपि, तस्यापि अनुनासिक इकारस्य लोपः जायते, कप् इति आगच्छति. कप् अत्र नुमागमः आगच्छति, कम्प् इति आगच्छति. नकारस्य नश्च पदान्तस्य झलि इति सूत्रेण अनुस्वार कम्प् इति भवति. अनन्तरम् अनुस्वारस्य यै परसवर्णः इति सूत्रात् पकार पवर्गस्य मकारः मध्ये आगच्छति, कम्प् इति. लभि, तस्यापि लब् इति भवति, इकारस्य लोपः जायते. अनन्तरं नुमागमः आगच्छति, लम्ब् इति भवति. अनन्तरं नश्च पदान्तस्य झलि इत्यस्य अनुस्वार लम्ब् इति भवति. अनन्तरं पवर्गीय मकारः मध्ये आगच्छति, लम्ब् इति. समीचीनं भगिनी, इत्युक्ते समीचीनं. तर्हि तत्र किम् अस्ति इति चेत्, प्रथमतया इत्संज्ञा भवति वदि इत्यत्र, इकारस्य इत्संज्ञा, वद् इति लौकिकधातुः, इदितोनुं धातोः इत्यनेन नुमागमः, अन्तिम अच्वरणात् परः, अतः वन्द् इति भवति. इदानीं तत्र सन्धिकार्यमेव भवति. प्रथमतया तत्र वन्द् इत्यस्य यः नकारः अस्ति सः अपदान्तनकारः, पदान्ते नास्ति, तत्र पदस्य मध्ये अस्ति, वन्द् इति धातोः मध्ये अस्ति. अतः नश्चापदान्तस्य झलि इति एकं सूत्रमस्ति, तेन सूत्रेण नकारस्य स्थाने अनुस्वारादेशः भवति झलिपरे. तर्हि वन्द् इत्यत्र नकारः अस्ति, नकारस्य अनन्तरं धकारः जल् प्रत्याहारे अस्ति. जल् प्रत्याहारे के के वर्णाः अत्र, गीताञ्जलि भगिनी वदतु. आं भगिनि, झ झ भ घ ढ ध तृतीयवर्ग सर्वे, अपि च प्रथम अपि च द्वितीयवर्गीय सर्वे, अपि च षश सः. हा, इत्युक्ते प्रथम द्वितीय तृतीय अनन्तरं वर्गीय प्रथम द्वितीय तृतीय. एकक्षणं सुमन् भगिनी, एकक्षणं भवती जानाति, एकक्षणम्. अत्र गीताञ्जलि भगिनी वदतु, अत्र प्रथमः द्वितीयः तृतीयः अपि च चतुर्थ भगिनि, सर्वे वर्गीय अपि च हा, समीचीनम्. इत्युक्ते वर्गीय प्रथमः द्वितीयः तृतीयः चतुर्थः, चतुर्थवर्णाः, अपि च स श ष स ह इति वर्णाः अन्तर्भूताः. अस्तु, तर्हि तादृश जल् प्रत्याहारस्य वर्णः अस्ति परः, तर्हि दन्त्यनकारस्य स्थाने अनुस्वारादेशः भवति इति प्रथमं कार्यमस्ति. तदेव नश्चापदान्तस्य जलि इति सूत्रं, तद् इदानीं पठामः. अत्र पूर्णेन्दुमहोदय पठतु, सूत्रं पठतु. नश्च पदान्तस्य झलि अष्ट त्रीणि चतुर्विंशतिः, अपदान्तस्य नकारस्य मकारस्य च ठ स्थाने अनुस्वारादेशो भवति छलि परे छल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि च श श शः इति वर्णाः अन्तर्भूताः पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ठ्यन्तं च अव्ययपदम् अपदान्तस्य षष्ठ्यन्तं झलि सप्तम्यन्तम् अनेकपदमिदं सूत्रम् मोनुस्वारः अष्ट त्रीणि त्रयोविंशतिः सूत्रसङ्ख्या मास्तु महोदय सूत्रसङ्ख्या मास्तु अत्र पठतु इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः तयोर्वावचिसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् अत्र नश्च पदान्तस्य झलि इति सूत्रे पदच्छेदं कुर्मः चेत् न न च अपदान्तस्य झलि इति चत्वारि पदानि सन्ति तत्र सूत्रस्य अर्थं लिखितमस्ति अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति झलि परे अत्र झलि इति एकः पदः अस्ति झलि इत्युक्ते छल् प्रत्याहारे ये वर्णाः सन्ति तेषां सूचयति झलि इति सप्तमी विभक्तौ अस्ति अतः झल् प्रत्याहारस्य वर्णः परे आयान्ति न च अपदान्तस्य अत्र अपदान्तस्य समासपद अस्ति तस्य अत्र अस्ति पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य अतः तत्पुरुषगर्भतत्पुरुषसमासः अस्ति अत्र सूत्रस्य अर्थः भवति अपदान्तस्य नः च झलि अत्र सूत्रस्य सम्पूर्ण अर्थं सम्यक्तया अवगमने न आयाति अतः वयम् अनुवृत्तिरूपेण केचन पदानि पूर्वतः सूत्रतः नयामः तदर्थं मोनुस्वारः इति सूत्रतः नः अनुस्वारः इति अनयोः पदयोः अनुवृत्तिः भवति तयोर्वावचिसंहितायाम् इति सूत्रात् संहितायाम् इत्यस्य अधिकारः भवति अनन्तरम् अनुवृत्तिसहितसम्पूर्णसूत्र भवति अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् इदानीं सूत्रस्य सम्पूर्ण अर्थः भवति अपदान्तस्य यः मह मकारः अथवा नकारः स्थाने अनुस्वार आदेशः भवति परे झल् वर्णः अस्ति चेत् समीचीनं महोदय समीचीनम् इत्युक्ते अपदान्तस्य इति उक्तम् इत्युक्ते पदान्ते न स्यात् पदान्ते अस्ति चेत् भिन्नकार्यं भवति पदान्ते मकारः अस्ति चेत् किं भवति पदान्ते नकार विस्मरामि भगिनि पदान्ते मकारः मोनुस्वारः इति भवति पदान्ते मकारः अस्ति अनन्तरं हल् वर्णः अस्ति परे अस्ति चेत् मोनुस्वारः इत्यनेन पदान्तमकारस्य स्थाने अनुस्वारादेशः भवति एतत् सूत्रम् अपदान्ते कार्यं करोति पदस्य अन्ते नास्ति अपदान्ते नकारः अथवा मकारः अस्ति चेत् तस्य स्थाने अनुस्वारः भवति यदा झल् वर्णः परः अस्ति झलि इति सप्तम्यन्तम् अतः झल् वर्णात् पूर्वं कार्यं कुत्र कार्यं भवति इति चेत् अपदान्तनकारः अथवा मकारः तयोः स्थाने अनुस्वारः इति आदेशः भवति अनुस्वारः इति प्रथमान्तम् अस्ति अतः आदेशः भवति कस्य स्थाने अपदान्तस्य मकारस्य अपदान्तस्य नकारस्य इति अपदान्तस्य मकारस्य इति षष्ट्यन्तम् अपदान्तस्य नकारस्य इत्यपि षष्ट्यन्तं तर्हि तदेव स्थानी अस्ति नकारस्य मकारस्य स्थानं तयोः स्थाने अनुस्वारः भवति झलि परे इति उक्तं संहितायाम् इत्युक्ते संहितायाः विषये यत्र नैकट्यं सामीप्यम् अस्ति वर्णानाम् इति सूत्रस्य अर्थः अस्ति. अस्तु तर्हि इदानीं वन्द् इति धातो नकारस्य अनुस्वारादेशः भवति यतोहि वन्द् इत्यत्र तत्र वन्द् इत्यत्र धकारः जल् वर्णः अस्ति. दकारात् पूर्वं नकारः यः नकारः सः अपदान्तनकारः अस्ति अतः नकारस्य स्थाने अनुस्वारादेशः भवति नश्चापदान्तस्य जलि इति सूत्रेण. तदनन्तरं तत्र द्वितीयं कार्यम् अस्ति अत्र सूत्रे नश्च अपदान्तस्य जलि इति सूत्रे मकारस्य प्रतिपादनं नास्ति खलु, केवलं नकारस्य एव प्रतिपाद्यते खलु. च इति उक्तं खलु, च इत्यस्य अर्थः कः इति चेत् तत्र मकारः अस्ति चेदपि भवति. मोनुस्वारः इति पूर्वसूत्रमस्ति, तस्य साक्षात् अनन्तरं नश्चापदान्तस्य जलि इति सूत्रमस्ति. अतः सूत्रं मोनुस्वारः इति यत् कार्यं कृतम् आसीत् तेन सूत्रेण इदानीम् अग्रिमसूत्रेण नः च इति उक्तं. नः च इत्युक्ते न केवलं मकारः अपि च नकारस्यापि भवति, अतः मोनुस्वारः इत्यस्मात् मकारस्य अनुवृत्तिः. अस्तु धन्यवादः भगिनि. अस्तु तर्हि इदानीम् अग्रिमं कार्यमस्ति अनुस्वारस्य ययी परसवर्णः. इदानीं नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः जातः नकारस्य अनुस्वारः. ततः अग्रे अधुना तत्र अनुस्वारस्य ययि परसवर्णः इति कार्यमस्ति. अस्तु सुमन् भगिनी पठतु. अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्ण आदेशो भवति ययि परे. परस्य सवर्णः परसवर्णः षष्टि तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं. त्रिपदं इदं सूत्रम्. यै प्रत्याहारे श, ष, स, ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अस्ति. अनुस्वारस्य ययि परसवर्णः संहितायाम् इदानीं वयं दृष्टवन्तः पूर्वस्मिन् सोपाने नकार अस्ति नो चेत् मकार अस्ति अपदान्त स्थाने, तत्र तस्मात् परं झल् वर्णः अस्ति चेत् नकार मकार अनुस्वारः भवति. इदानीम् अनुस्वारस्य स्थाने पर सवर्ण वर्णः आदेशः भवति. इत्युक्ते तत्र अनुस्वारस्य अनुस्वारात् परं यै वर्णः वर्णः अस्ति चेत् यै वर्णस्य पर सवर्ण अनुनासिकवर्णः आदेशः भवति. इत्युक्ते इदानीं तु यै प्रत्याहारे के वर्णाः सन्ति, यै प्रत्याहारे अत्र एव अस्ति श, ष, स, ह विहाय सर्वे हल् वर्णाः सन्ति. तत्र इदानीं तु वयं उपरि दृष्टवन्तः पकारः अस्ति, अतः इदानीं तु पवर्गीय अनुनासिकव्यञ्जनम् इत्युक्ते मकार अनुस्वारस्य स्थाने आदेशः भवति. इत्युक्ते तत्र नकार आदेश आगमः भवति, नकारस्य स्थाने अनुस्वारः भवति नश्च पदान्तस्य जलि सूत्रेण. अनन्तरम् अस्मिन् सूत्रेण क्षम्यताम् एतेन सूत्रेण अनुस्वारस्य ययि परसवर्णः तेन सूत्रेण अनुस्वारस्य स्थाने पकारस्य सवर्ण अनुनासिक आदेशः भवति इत्युक्ते मकार. अतः इदानीं त्रपि त्रम्पि न भवति, त्रम्पि भवति. समीचीनम्. अत्र परसवर्णः इति उक्तं, किं तस्य अर्थः कः? परवर्णस्य समान, इदानीं तु अनुस्वारः अनुनासिकवर्णः अस्ति. परस्वरः किम्? अनुस्वारः किम्? क्षम्यताम्, अनुनासिकवर्णः अस्ति. अनुस्वरः अनुनासिकवर्णः नास्ति. अनुनासिकवर्णः नास्ति, किन्तु अनुनासिकवर्णस्य स्थाने भवति खलु. अनुनासिकवर्णस्य स्थाने भवति इति कुत्र उक्तम्? कुत्रापि न उक्तम्, किन्तु तस्य उच्चारणे तु किञ्चित् नासिक एव वदनीयं. सत्यं सत्यं सत्यं, नासिकया उच्चारणीयम्. अनुस्वारस्य उच्चारणम् उच्चारणस्थानं नासिका. अस्तु अस्तु, धन्यवादः. अस्तु, इदानीं तु अतः इदानीं वयं तु नासिक उच्चारणवर्णः तत्र नासिक उच्चारण वर्ण भवेत्. अनन्तरं तत्र पकार अस्ति, अतः सवर्ण इत्युक्ते इदानीं वयं जानीमः पवर्गीय एव व्यञ्जनं भवेत्. द्वयोः कण्डिशन्स् सः चेत् मकार एव नासिक अपि अस्ति, पकार पवर्गीयव्यञ्जनम् अपि अस्ति. अतः इदानीं मकार आदेशः भवति. पकारस्य नकारस्य तु स्थाने पकार अस्ति अनन्तरं चेत् नकारस्य स्थाने मकारः द्वितीयसोपाने मकार आदेशः भवति. अस्तु, समीचीनं. तर्हि समीचीनं भगिनि, अत्र पुनः चिन्तयामः, अत्र क्रमेण चिन्तयामः. प्रथमतया सूत्रस्य अर्थः कः इति पश्यामः. अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति. कुत्रचित् ध्वनिः, अस्तु. अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति. तर्हि अत्र अनुस्वारस्य इति षष्ट्यन्तम् अस्ति. तर्हि अनुस्वारस्य स्थाने ययि परे, ययि इति सप्तम्यन्तं, तर्हि यै इति प्रत्याहारः अस्ति. यै प्रत्याहारे सर्वे हल् वर्णाः ष ष स ह एतान् विहाय, तर्हि यै परे सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं. पूर्वं कुत्र कार्यम्? अनुस्वारस्य स्थाने कार्यम्. अनुस्वारस्य स्थाने परसवर्णादेशः भवति इति उक्तं. तर्हि अत्र वन्द् इति धातौ इदानीं अनुस्वारः अस्ति. नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः जातः, वन्द् इति अस्ति. तर्हि तत्र अनुस्वारस्य स्थाने अनुस्वारस्य अनन्तरं दकारः अस्ति. दकारः यै प्रत्याहारे अस्ति इति कृत्वा अत्र अनुस्वारस्य यै परसवर्णः इति सूत्रं कार्यं करोति. तर्हि दकारः अत्र अनुस्वारस्य स्थाने परसवर्णादेशः इति उक्तं. तर्हि परः कः वर्णः अस्ति? दकारः अस्ति. तस्य सावर्ण्यं दकारस्य अनुस्वारेण सह सवर्णः भवितुमर्हति वा इति चेत् न. दकारः दन्त्यवर्णः अस्ति. अनुस्वारः नासिकया उच्चारणीयः वर्णः, अतः तयोः सावर्ण्यं नास्ति. तर्हि तस्मिन् वर्गे के के वर्णाः सन्ति इति चिन्तनीयं. तर्हि दकारस्य दकारः तवर्गे अस्ति. तवर्गे त थ द ध न इति वर्णाः. तर्हि एतेषु वर्णेषु कस्य सावर्ण्यं भवति अनुस्वारेण सह इति चिन्तयामः चेत्, अनुस्वारस्य उच्चारणस्थानं नासिका, अपि च तवर्गीयवर्णः तेषु नकारस्य एक उच्चारणस्थानं नासिका अस्ति. नकारस्य दन्त्यस्थानमपि अस्ति, नासिकास्थानमपि अस्ति. अतः अनुस्वारस्य सावर्ण्यम् अस्ति नकारेण सह. अतः अधुना अनुस्वारस्य स्थाने तवर्गस्य पञ्चमवर्णः नकारः आदिष्टः भवति. अतः वन्द् इति लौकिकधातुः. एवमेव त्रम्प् इत्यत्रापि तत्र पकारस्य पञ्चमवर्णः मकारः आगच्छति अनुस्वारस्य स्थाने, अतः त्रम्प् इति लौकिकधातुः. एवमेव लाञ्च् इत्यत्रापि अनुस्वारस्य परवर्णः चकारः, च वर्गस्य पञ्चमवर्णः ञकारः, अनुस्वारस्य स्थाने ञकारः आगच्छति, अतः लाञ्च् इति रूपम्. अवगतं खलु? न क उचित उदाहरणम् इति चिन्तयामि. किमर्थम् इति उक्ते वन् वनुस्वारं दकार कवर्गस्य अनुस्वारं नकारमेव, नकारं लोपः भवति. कन्फ्यूसिङ्ग् दट् एक्साम्पल्. तदर्थमेव कम्प् इति उक्तं खलु, कम्प् त्रम्प् इति उक्तं, तदर्थमेव कम्प् त्रम्प् लम्ब् सर्वत्र तथैव. अत्र किञ्चित् वन्दित्र इत्यत्र तु किञ्चित् भ्रमः भवितुम् अर्हति यथा भवती उक्तवती, तदर्थमेव तत्र लाञ्च् कम्प् लम्ब् इति सर्वम् उक्तम्. अस्तु, तर्हि अग्रे अत्र रमाशिवरामन् भगिनी पठति वा, अत्र परसवर्णः इत्यस्मिन् विषये उक्तमस्ति, तदेकवारं पठामः. भगिनी यै इति प्रत्याहारे य व ल तेषां सवर्णः इत्युक्ते अग्रे पश्यामः भगिनि, अग्रे पश्यामः. अत्र रमा भगिनी, परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः, तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु, परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थानेन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवति. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव, अतः स्थानेन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्येन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. नाम ख ख घ घ इत्येषु कश्चन परे अस्ति चेत् अनुस्वारस्य स्थाने नकारादेशः, तथैव च छ झ झ इत्येषु कश्चन परे अस्ति चेत् ण्यकारादेशः, तवर्गीयः अस्ति चेत् नकारादेशः, तवर्गीयः अस्ति चेत् मकारादेशः. यथा अङ्ग अङ्ग न श्रूयति श्रूयते, मञ्च न श्रूयते, मञ्च मन्ता नकार श्रूयते इति गीतं. परसवर्णः मीनिङ्ग् सवर्णः, फस्ट् सवर्णः. सवर्णः नाम यदि यदि वर्गीयव्यञ्जनानि सन्ति ख ख ग घ ङ पञ्चम वर्णानि सवर्णः इति उच्यते. अतः स्थानेन्तरतमः सूत्रकारणात् सर्वे वर्णाः सदृशम् अस्ति, एकवर्गे डिपेण्डिङ्ग् आन् द सोर्स् आफ् द सौण्ड्, दन्त ओष्टौ तालु इत्यादि वा नासिका अपि. अतः अनुस्वारस्य ई परसवर्णः इति सूत्रकारणेन यदि यदि अनुस्वारः आगच्छति इन् फ्रण्ट् आफ् पकारस्य पूर्वे आगच्छति चेत् पवर्गस्य पञ्चमवर्गः मा अस्ति, अतः अनुस्वारस्य स्थाने मकार श्रूयते. सेम् वे कवर्ग चेत् न, चवर्ग चेत् न, टवर्ग चेत् न श्रूयते. तवर्ग चेत् नकारः हि श्रूयते. तर्हि अत्र किमर्थं स्थानेन्तरतमः इति सूत्रस्य आवश्यकता अस्ति? Because of the reason, you have to give a condition saying it should pick up from the same varga, that is why. Because the sthana is the same, utpatti sthana is the same. For kasya? Kavarga, all of kavarga, and for nasika, all of the anunasika. अस्तु, सत्यम्. इत्युक्ते अत्र पश्यन्तु, अनुस्वारस्य परसवर्णादेशः भवति ययि परे इति तावदेव उक्तमस्ति सूत्रे. तेन स्पष्टता न जायते. यतोहि परस्य सवर्णः इति यथा भगिनी उक्तवती, तत्र कम्प् इति धातु इति धातुं पश्यामः चेत् तत्र अनुस्वारस्य अनन्तरं तत्र पकारः अस्ति. तर्हि परस्य सवर्णः इत्युक्ते पवर्गीयवर्णे सर्वे वर्णाः सवर्णाः एव. यतोहि पवर्गे ये ये वर्णाः सन्ति तेषां सर्वेषाम् उत्पत्तिस्थानं समानमेव. ओष्ट्यवर्णाः पवर्ग्यवर्णाः, अतः तेषु वर्णेषु कः आदिष्टः भवति इति स्पष्टता नास्ति. यतोहि पवर्गस्य कः वर्णः तत्र अनुस्वारस्य स्थाने आगन्तुं शक्नोति इति स्पष्टता नास्ति. तदर्थम् अत्र स्थानेऽन्तरतमः इति परिभाषासूत्रम् आगच्छति. तत् सूत्रं वदति यत्र एतादृश अनियमः अस्ति, नियमः यत्र नास्ति, तत्र स्थानेऽन्तरतमः इति सूत्रं वदति. यत्र बहवः आदेशाः सन्ति, बहवः वर्णाः सन्ति, स्थानिनः स्थाने आगन्तुं शक्नुवन्ति, तादृशसन्दर्भे यः अन्तरतमः अस्ति, यः सदृशतमः अस्ति, उच्चारणे सदृशतमः अस्ति, तस्य एव आदेशः भवति. तर्हि अधुना अत्र पवर्गे पञ्चवर्णाः सन्ति, सर्वे वर्णाः ओष्ट्यवर्णाः, अपि च तत्र मकारस्य उत्पत्तिस्थानं पश्यामः चेत् मकारः न केवलम् ओष्ट्यवर्णः, अपि च तस्य नासिका इति स्थानमपि अस्ति, स्थानद्वयम् अस्ति, अनुनासिकवर्णानां स्थानद्वयं वर्तते, मकारस्य ओष्ट्यस्थानम् अपि च नासिकास्थानम्. अनुस्वारः अपि नासिकया एव उच्चार्यते, अतः अनुस्वारस्य मकारेण सह सावर्ण्यम् अस्ति इति कृत्वा अनुस्वारस्य स्थाने मकारः. एवमेव सर्वेषु वर्गेषु तथैव चिन्तयामः. कवर्गे अस्ति चेत् कवर्गस्य पञ्चमवर्णः आगच्छति अनुस्वारस्य स्थाने. चवर्गः अस्ति चेत् चवर्गस्य पञ्चमवर्णः ञकारः. टवर्गः अस्ति चेत् पञ्चमवर्णः णकारः इति सर्वत्र तादृशपञ्चमवर्णः एव आदिष्टः भवति. तदर्थं तत्र स्थानेन्तरतमः इति परिभाषासूत्रमस्ति. अस्तु अस्तु, तर्हि अग्रे अरविन्द महोदय पठतु. भगिनि, अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तद्वर्गस्य पञ्चमो वर्णादेशो भवति. यकारः वकारः लकारश्चापि यस्य प्रत्याहारे सन्ति, किन्तु यै प्रत्याहारे सन्ति किन्तु वर्गीयव्यञ्जनानि नाह न तेषां का गति. यवले परे तु य व ल अनुनासिका, तस्य आदेशो भवति इति बोध्यम्. अग्रे पठतु. सं योगः यमः, सम् अनुनासिक यकार, य मा यमः वा संयमः तत्र संयोगयमः इति अनुस्वार यसकारस्य स्थाने यकारस्य अनुनासिकयकार आदेशः भवति तत् तदेकं रूपम् अन्यत् रूपम् अस्ति अनुस्वारसहित वर्णमेलनेन संयमः संयोगः वत्सरः तत्रापि परवर्णवकारस्य अनुनासिकवकारः समवत्सरः अथवा संवत्सरः तृतीयमस्ति संयोगः लापः तत्रापि लकारस्य अनुनासिकलकारः संलापः अथवा संलापः अधुना अनुसार तावद्वदतु सूत्रेण अनुस्वारस्य वर्गीकरणं करोतु अनुस्वारस्य यै परसवर्णे सूत्रस्य विस्तारेण उपरि परिच्छेदे दृष्टं पञ्चमवर्णस्य ककारस्य पञ्चमवर्ण पपारस्य पञ्चवर्ण तकारस्य पञ्चमवर्ण ये स्थाने अन्तरतम इति सूत्रात् पञ्चमवर्णस्य आदेशः भवति किन्तु यकार वकार लकार त्रीणि वर्णानां पञ्चमवर्णः नास्ति तत् कृत्वा तस्य कथं ज्ञायते इति उदाहरणसहितम् अत्र दृष्टम् सत्यं यकारस्य पञ्चमवर्णः नास्ति यतोहि यकारस्य अनुनासिक उच्चारणं कृत्वा संयमः इति एकं रूपं दृश्यते हा समीचीनं महोदय परन्तु किमर्थं यकारस्य पञ्चमवर्णः नास्ति यावल हा समी भवान् अवगच्छति एव वस्तुतः तत्र वर्गीयव्यञ्जनं नास्ति खलु अवर्गीयव्यञ्जनमस्ति अतः पञ्चमवर्णः नास्ति तर्हि तत्र किं क्रियते यतोहि यै इति प्रत्याहारे तु यकारः अपि अस्ति वकारः अपि अस्ति लकारः अपि अस्ति रेपः अपि अस्ति तर्हि इदानीं सम् तत्र सम् इति उपसर्गः अस्ति तस्य अनन्तरं यमः इति अस्ति तर्हि अधुना तत्र अनुस्वारस्य इदानीं परसवर्णादेशः करणीयः अत्र वस्तुतः अत्र अत्र किम् इत्युक्ते सम् इति पदम् अस्ति अत्र वस्तुतः वा पदान्तस्य इत्यनेन एव कार्यं भवति न तु अनुस्वारस्य यै परसवर्णः इत्यनेन परन्तु यत्किमपि भवतु परन्तु कार्यं समानमेव यतोहि अत्र विकल्पद्वयं दत्तमस्ति खलु अतः अन्यत् सूत्रमस्ति वा पदान्तस्य इति सूत्रं परन्तु तत् तत्रापि समानकार्यमेव अनुस्वारस्य यै परसवर्णः इति यत् कार्यं तदेव निमित्तं सर्वं समानम् अस्ति अतः तत्र यमः इत्यस्य यः यकारः अस्ति सः यकारः यै प्रत्याहारे अस्ति इदानीम् अनुस्वारस्य परसवर्णादेशः भवेत् इति उक्तं तर्हि कः वर्णः आदिष्टः भवति इदानीं प्रश्नः अस्ति यतोहि यकारः वर्गीयव्यञ्जनं नास्ति अतः कः वर्णः आदिष्टः भवति इति चेत् यकारवकारलकारयोः अनुनासिकवर्णः अपि अस्ति तत्र यकारवकारलकारयोः अनुनासिकभेदः अननुनासिकभेदः इति अस्ति अतः अत्र अनुनासिकयकारस्य सावर्ण्यम् अस्ति अनुस्वारेण सह यतोहि तत्रापि नासिकया उच्चारयामः अतः अधुना अनुस्वारस्य स्थाने अनुनासिकयकारः आदिष्टः भवति अतः अत्र रूपद्वयं सम्भवति संयमः अपि च संयमः इति रूपद्वयम् एवमेव संवत्सरः संलापः तत्रापि अनुस्वारस्य स्थाने अनुनासिकवकारः अपि च अनुनासिकलकारः आदिष्टः भवति यतोहि यकारवकारलकारः एते यै प्रत्याहारे सन्ति अस्तु भगिनि एकः संशयः अच् अच् वर्णानाम् अष्टादश रूपं भवति रूपाणि भवन्ति किन्तु हल् वर्णानां तु अत्र नास्ति तत्र कृते य व ल इस अस्त अनुनासिक कुत्र भवेत् कथं भवेत् अत्र तत्र तादृश उच्चारणम् अस्ति महोदय केवलं तत्र वैशिष्ट्यम् अस्ति यकार वकार लकारयोः अनुनासिकभेदः अपि अस्ति उच्चारणे अननासि अननुनासिकभेदः अपि अस्ति अन्येषां हल् वर्णानां तादृश व्यवस्था नास्ति तादृशी व्यवस्था नास्ति केवलं यकारवकार लकारयोः भेदः केवलं त्रयाणां केवलं त्रयाणामेव भेदः यकारवकार लकारयोः वैशिष्ट्यं वर्तते तेषाम् अनुनासिक उच्चारणम् अपि अस्ति संस्कृतभाषायां धन्यवादः अस्तु अधुना रेपस्य का गतिः इति अग्रे पश्यामः अत्र राहुल् महोदय पठतु राहुल् महोदय अस्ति वा श्रूयते वा महोदय अधुना श्रूयते अधुना अनुस्वारात् परे रेपः अस्ति चेत् का गतिः रेपः यै प्रत्याहारे अन्तर्भूतः अतः तस्य अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः स्यात् किन्तु वस्तुस्थितिः भिन्ना रेपस्य कोऽपि सवर्णः नास्ति रेफोष्माणां सवर्णान् नासन्ति इति भाष्यम् अतः अनुस्वारात् परे रेपो अस्ति चेत् किमपि कार्यं नास्ति यथावत् तिष्ठति अत्र रेपस्य स्थाने किं भविष्यति इति उक्तं यदि यै प्रत्याहारे रेपः अस्ति रेपः अपि अस्ति किन्तु यदि अत्र वर्णे रेपः अस्ति चेत् तस्य किमपि परिवर्तनं न जायते किमर्थम् इत्युक्ते तत्र रेफोष्माणं सवर्णा न सन्ति इति अस्ति रेफः तु एतत् वर्गीयव्यञ्जनमपि नास्ति अपि च तस्य सामान्य पञ्चमवर्णः नास्ति अतः एवं कृत्वा तस्य परिवर्तनं न भविष्यति एवमेव सः यथावत् तिष्ठति समीचीनं तर्हि रेपस्य किमपि गतिः नास्ति तत्र अनुस्वारस्य अनन्तरं रेपः अस्ति चेत् तत्र किमपि कार्यं न भवति यतोहि रेपोष्माणां सवर्णाः न सन्ति इति भाष्यप्रमाणम् अस्ति भाष्यप्रमाणम् अस्ति अतः रेपस्य सवर्णं नास्ति इति स्वीकुर्मः अस्तु अग्रे पठतु महोदय ध्येयं यै प्रत्याहारः सूचयति यत् प्रमाणम् अर्थं वाच्यं वा वार्तिकं वा वार्तिकं नास्ति अत्र भाष्य उक्तमस्ति भाष्य चर्चितमस्ति अत्र भाष्यम् इत्युक्ते महाभाष्यं खलु महाभाष्यं ध्येयं यै प्रत्याहारः सूचयति यत् ष ष स ह एषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परसवर्णादेशः नैव भवति यथा रंस्यते एतत् रंस्यते एव भवति अत्र अनुस्वारस्य भिन्न किमपि आदेशः अपि न भवति नंस्यति तदपि नंस्यति एव तिष्ठति सङ्गस्य सङ्गंस्यति सङ्गंस्यते एतदपि सङ्गंस्यते एव तिष्ठति अनुस्वारसहितं एवमेव यथा रेपः रेपे दृष्टम् आसीत् शश सह अपि वर्गीयव्यञ्जनं वर्गीयव्यञ्जनानि न सन्ति तेषामपि पञ्चमवर्णः किमपि न भविष्यति इत्युक्ते वर्गीय अनुनासिकव्यञ्जनं न भविष्यन्ति अतः एते अपि एवमेव तिष्ठन्ति तेषामपि अनुस्वारस्य परसवर्णादेशः न भवति एतदुक्तमासीत् मम एकः संशयः भगिनी अत्र सङ्गस्यते इति उदाहरणे गम् गा गा इत्यस्य स्थाने गा पूर्वम् आगच्छति किल कुत्र कस्मिन् उदाहरणे सङ्गस्यते सङ्गस्यते सङ्गंस्यते तत्र सङ्ग तत्र नकारः तु आगन्तुं शक्यते कुत्र नकारः कुत्र संज्ञा अस्ति खलु भगिनि, तद्वत् तत्र सङ्गम्यते, तत्र स ग मध्ये तु वर्गीय अनुकारः आगन्तुं शक्यते। हा तत्र वैकल्पिकमस्ति, वैकल्पिकमस्ति, अतः एतद् रूपमपि समीचीनं। तत्र नकारः कवर्गस्य पञ्चमवर्णः अपि विकल्पेन भवति। तत्र अत्र न सूच्यते, अत्र न सूच्यते, चिन्ता नास्ति, तत्र एतद् रूपमेव सर्वत्र सर्वत्र पश्यामः, प्रबलम् अस्ति रूपम्, अतः अत्र तादृशं दत्तमस्ति। अत्र विकल्पेन अन्यत् रूपमपि समीचीनमेव। भगिनी किमपि सूत्रं वदति इति विकल्पेन वा पदान्तस्य इति सूत्रमस्ति खलु? अस्तु अस्तु, तस्य सत्यं। हा अस्तु, अत्र तु तत्र एते सर्वे तत्र लृट् लकारस्य रूपाणि, रंस्यते, नंस्यते, सङ्गंस्यते इति लृट् लकारे, यतोहि स्य इति दृश्यते खलु, लृट् लकारस्य रूपाणि। अत्र तु अनुस्वरस्य अत्र मूले तु नकारः अस्ति, नकारस्य अनुस्वरादेशः भवति नश्शापदान्तस्य जलि इत्यनेन, परन्तु ततः अग्रे ययि परसवर्णादेशः इति न भवति, अनुस्वरस्य ययि परसवर्णादेशः न भवति, यतोहि तत्र परः यः वर्णः अस्ति सकारः, सः सकारः यै प्रत्याहारे नास्ति। अस्तु अस्तु महोदय, राहुल् महोदय भवानेव पठतु अग्रे। अस्तु महोदय, प्रश्नः उदेति यदि वदिङ् धातौ नकारादेशः भवति एव तर्हि किमर्थं वन्द् मूलधातु न स्यात्? तथैव यदि लभि मकारः आयाति एव तर्हि किमर्थं लम्ब इत्येव मूलधातु न स्यात्? उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदितां हल उपधाया इति इत्यनेन यः धातु इदित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् इति नीति परे, परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति। साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः इति नीति च भवति, यथा बन्धधातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः। ल्युटि बन्धनं, नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः, कित् अपि नास्ति ङित् अपि नास्ति, परन्तु तान्तरूपं बद् नकारलोपः यतोहि त प्रत्ययः कित् अस्ति। लभि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः लम्ब्, अस्य नकारस्य लोपः किति ङिति न भवति, यथा तान्तरूपं लम्बितः। अत्र प्रश्नः भवति यदि अन्तिमे वन्दधातोः नकारः भवति एव तर्हि अपि च लम्बधातोः अन्तिमे लम्ब् इति अवशिष्यते, तर्हि किमर्थं मूलरूपे वन्द् अपि च लम्ब् नास्ति किन्तु वदि लबि एवमस्ति इति प्रश्नः। तर्हि किमर्थम् इत्युक्ते ये वर्णाः इत् भवन्ति तेषां कानिचन कार्याणि भवन्ति, अतः एव यथा अनिदितां हल् उपादायां ङिति इत्यनेन यः इदित् नास्ति तस्य उपादायां स्थितस्य नकारस्य लोपः स्यात्, अतः यदि तत्र उपधायां न महोदय किञ्चित् क्लेशः अस्ति। हा हा चिन्ता नास्ति, तर्हि अत्र अत्र प्रश्नः कः इति अवगतं खलु? अहं प्रयत्नं कर्तुं शक्नोमि भगिनी, इतोपि बहवः जनाः सन्ति भगिनी, एकवारमपि पठितवन्तः। हा शोभा भगिनी वद् वक्तुमिच्छति वा? आं भगिनि, अहम् एकवारं पठामि वा? हा वदतु, पठित्वा वदतु। प्रश्नः उदेति यदि वदिङ् धातौ नकारादेशः भवति एव तर्हि किमर्थं वन् मूलधातुः न स्यात्? तथैव यदि लभि मकारः आयाति एव तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात्? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदिता हल उपधाया क्निति इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् किति निति परे, परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति। साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति निति च भवति, यथा बन्धधातौ नकारः उपस्थितः मूलधातौ, अतः किति निति परे नकारलोपः। ल्युटि बन्धनं नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः, कित् अपि नास्ति नित् अपि नास्ति, परन्तु तान्तरूपं बद्ध नकारलोपः यतोहि ताप्रत्ययः किं कित् अस्ति। लभि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः ल भगिनि शोभा भगिनि न श्रूयते श्रूयते भगिनि हरि ओम् महोदय, किञ्चित् अवगतं मया। वदतु तर्हि। अस्तु, अधुना यदि इदित् भवति अधुना यदि द्वयं आदौ वदि यदासीत् तद् कथं परिवर्तनं जायते इत्युक्ते तत्र वर्गीयव्यञ्जनं तकारस्य उत्तरवर्ति नकारः आगच्छति, यत् कोऽपि तत् आगच्छति सः तु वैकल्पेन न भवति, तत्तु सर्वदा भवति एव, यदा वन्द् धातोः नकारः अपि च लम्ब् लबीन् धातोः मकारः, एते तु सर्वदा भवति एव। किन्तु यदि वयम् तत्र मकारः आदेशः न भवति तर्हि तत्र वैकल्पिकेन भवति, अतः तत्र अनुस्वारः अपि भवितुम् अर्हति। न, परन्तु तत्र प्रश्नः कः अत्र अत्र प्रश्नः अवगतः खलु, तत्र प्रश्नः तु वदि इति धातोः नुमागमः भवति, यदि तत्र नुमागमः भवति एव किमर्थं मूले तत्र औपदेशिकधातोः एव किमर्थं वन्द् इति नास्ति इति प्रश्नः, वन्दि इति किमर्थं नास्ति इति प्रश्नः, किमर्थम् इदितो नुम् धातोः इत्यस्य आवश्यकता खलु, तदेव यदि भविष्यति तत् मकारः यः श्रूयते तस्य वैकल्पिकेन अनुस्वारः अपि भवितुम् अर्हति, सः भिन्नविषयः अस्ति, सः भिन्नविषयः अस्ति, अनुस्वारः अपि भवितुम् अर्हति, तत्तु भिन्नविषयः अस्ति, परन्तु अत्र तु यदि लम्ब् इति नुमागमः कृत्वा लम्ब् इति भवति चेत् तत्र मूले एव औपदेशिकधातौ एव लम्ब् इति किमर्थं न स्यात्, किमर्थं तत्र मकारः आनीयते मध्ये इति प्रश्नः, तस्य किमपि प्रयोजनम् अस्ति वा, किमर्थम् एतादृश एकं सूत्रं किमर्थम् इदितो नुम् धातोः इति सूत्रस्य आवश्यकता किमर्थं, मूले एव लम्ब् इति भवतु, तेन किं किं जायते तेन इति प्रश्नः, तर्हि अत्र मूले एव लम्ब् कर्तुं शक्यते। हा वदतु। अत्र वदति कानिचन कार्याणि सन्ति इति, अत्र साक्षात् आरम्भतः नकारः अस्ति चेत् इत्युक्ते नोपदेशधातुः सन्ति चेत् तस्य लोपः नकारस्य नुम् आदेश यानि नुम् आदेशः सन्ति तत्तत् नकारस्य लोपः किति निति च नुम् आदेशस्य इति नास्ति भगिनि, नुम् आदेशस्य इति नास्ति, मूले यः नकारः आगमस्य नास्ति, आगमस्य नास्ति अत्र, अत्र पश्यन्तु सर्वे एकवारम्, अत्र वदि इति धातुः अस्ति, तत्र इदितो नुम् धातोः इत्यनेन नुमागमः भवति, अतः वन्द् इति धातुः इदानीं लौकिकधातुः अस्ति, तर्हि प्रश्नः उदेति किमर्थम् औपदेशिकधातुः वन्द् इति न स्यात्, किमर्थं वदि इति तत्र इदितो नुम् धातोः इत्यनेन नुमागमः भवति इति प्रश्नः अस्ति, यदि अत्र मूले एव नकारः अस्ति आगमरूपेण न आगच्छति, मूले एव नकारः अस्ति, तत्र क्लेशः कः इति चेत् अत्र एकं सूत्रमस्ति, अनिदितां हल् उपादायात् निति इति सूत्रमस्ति. अनिदित् इति उक्तमस्ति, यः धातुः इदित् नास्ति, अत्र वन्द् इति धातुः इति स्वीकुर्मः चेत् मूले, अधुना इदित् नास्ति. इदित् नास्ति चेत् तस्य अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः कित् अथवा नित्. प्रत्ययस्य प्रत्यये ककारः अस्ति सः ककारः इत्संज्ञकः अस्ति, अथवा ङकारः अस्ति सः इत्संज्ञकः अस्ति. तादृशप्रत्ययः परः अस्ति चेत् अनिदित् धातूनां नकारस्य लोपः भवति. तदर्थम् अत्र उदाहरणमस्ति, बन्द् इति धातुः अस्ति. बन्द् इति धातुः, बन्द् इति धातौ मूले एव नकारः अस्ति. बन्द् इति धातुः इदित् नास्ति, तस्य ह्रस्वैकारस्य इत्संज्ञा नास्ति. तादृशबन्द् धातुतः तप्रत्ययः, तप्रत्ययः विधीयते चेत् तप्रत्यये ककारस्य इत्संज्ञा अस्ति. तप्रत्ययस्य आदौ यः ककारः अस्ति सः ककारः लशक्वतदिते इति इत्संज्ञकः अस्ति. अतः अधुना बन्द् योगः तप्रत्ययः. बन्द् इति धातौ इति धातुः इदित् नास्ति, अपि च हलन्तधातुः अपि अस्ति. उपादायां यः नकारः अस्ति तस्य लोपः भवति कितिनिति प्रत्यये परे, अतः बद्धः इति रूपं निष्पन्नं भवति, तत्र नकारः न श्रूयते. यदि धातुः इदित् नास्ति तदा एव एतादृशकार्यं भवति. यदि इदित् अस्ति तत्र अनिदितां हल् उपादायात् निति इत्यस्य कार्यं न भवति. तदर्थं तत्र इदितो नुम् धातोः इति सूत्रस्य आवश्यकता अस्ति. यदि सर्वत्र धातोः मूले एव नकारः अस्ति चेत् सर्वत्र अनिदितां हल् उपादायात् निति इत्यस्य कार्यं भवति. तद् मा भूत् इति कृत्वा एव धातुः इदित् इति क्रियते, तदनन्तरं नुमागमः आनीयते, तादृशनुमागमः तिष्ठति, तस्य लोपः न भवति. यतोहि इदानीं धातुः इदित् अस्ति, इदित् अस्ति चेत् अनिदितां हल् उपादायात् निति इति सूत्रस्य प्रसक्तिः न भवति, इदित् धातूनां प्रसक्तिः नास्ति. अतः वदी इति धातौ यः नकारः आनीतः इदितोनुम् धातोः इति सूत्रेण वन्द् इति जातः, तादृशवन्द् धातोः नकारस्य लोपः न भवति कित् नित् प्रत्यये परे. यदि वन्द् योगः अधुना तत्र तप्रत्ययः अस्ति चेत् वन्दितः इति रूपं, न तु वदितः, तत्र नकारस्य लोपः न भवति, यतोहि धातुः इदित् अस्ति. तदेव अत्र उक्तमस्ति. अवगतम्? अस्तु भगिनी, ऐ हाव् डौट्. हा वदतु. निति इति वक्तुं चेत् चित् वा नित् वा द्वयमपि वा? कित् कित् नो चेत् नित्, द्वयमिति नास्ति, एकः एव निमित्तं. कित् भवेत् नो चेत् नित् भवेत्. तत्र सन्धिकार्यमस्ति महोदय, हल् सन्धिकार्यमस्ति. बन्द् योगः त इति अस्ति, तत्र जशस्ततोर्धोदः इति एकं सूत्रमस्ति. तेन सूत्रेण तकारस्य स्थाने धकारः भवति. बन्द् योगः दः, महाप्राणधकारः. तदनन्तरं तत्र बन्द् इत्यस्य दकारस्य इदानीं नकारस्य लोपः जातः, अनिदितां हल् उपादायात् निति इति लोपः, अतः बद्ध योगः दः. अधुना बद्ध योगः दः बद्धः. ओके, ङिति इति रसकृतदिते सूत्रे आदौ विद्यमानककारः लोपः भवति, इकारः उच्चारणार्थं ङित् एव भवति वा? तत्र तप्रत्ययः, तप्रत्ययः कित् अस्ति, तव तु प्रत्ययः अपि गुणनिषेधः एव न? सत्यम्, अत्र तु गुणकार्यस्य प्रसक्तिः नास्ति. अस्तु, एवमेव अत्र बन्धनम् इति पश्यामः चेत् अत्र बन्द् इति धातुतः ल्युट् प्रत्ययः अस्ति. ल्युट् प्रत्ययस्य स्थाने अन इति आदेशः भवति, योर् अनाकौ इत्यनेन. तर्हि बन्द् योगः अन, अन इति प्रत्ययः तु कित् अपि नास्ति, नित् अपि नास्ति, अतः अनिदितां हाल उपादायात् निति इत्यस्य प्रसक्तिः एव नास्ति. अतः तत्र तु नकारः तिष्ठति, अतः बन्धनं, बन्धनम् इति रूपम्. एवमेव अत्र लभि, लभि इति धातु पश्यामः चेत् अधुना चिन्तयामः लभि इति धातु, तत्र चिन्तनं किं भवति? अत्र सुमन् भगिनी वदतु. क्षम्यतां भगिनि, लभि वा? हा लभि. तत्र कित्नित् अस्ति चेत्, कित्नित् अस्ति चेत् किं भवति तत्र? इदानीं कित् अस्ति अतः लम्ब भवति, इदानीं लम्बित भवति न तु लम्बित. सत्यं, किमर्थं लम्बित भवति न तु लभित? यतोहि तत्तु इदित् धातु अस्ति, अनदित् अनिदित् नास्ति, अतः तत् सूत्रं कार्यं न करोति. सत्यं सत्यं, यदि तत्र मूले एव लम्ब इति अस्ति चेत् अत्र किं भवति रूपं? लभित् लभित न, मूले लम्ब इति अस्ति. इदानीम् इदित् नास्ति इति चिन्तयतु, मूले धातुः लम्ब इति अस्ति. हा तत्र मकारस्य लोपः भवति खलु? हा मकारस्य लोपः भवति, तर्हि लभित् इति उक्तवती वा? क्षम्यतां, लभित् इति उक्तवती खलु? सत्यं, लभित् इति भवति, यतोहि तत्र अनिदितां हल् उपादायस्मिति इत्यस्य कार्यं भवति. सत्यं सत्यम्, अस्तु धन्यवादः. हा अस्तु, तर्हि अग्रे अत्र रामानन्दन् महोदय पठति वा? तपरस्तत्कालस्य तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः तात्परः तपरः पञ्चमी तत्पुरुषः तः परो यस्मात् सः तपरः बहुब्रीहिः द्वापि अर्थौ तस्य कालः तत्कालः तस्य काल इव कालः यस्य स तत्कालः षष्टितत्पुरुषगर्भः बहुब्रीहिः तस्य तत्कालस्य तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् स्वं रूपं शब्दस्य शब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः अनुदित् सवर्णस्य च अप्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः अनुवृत्तिः सहितसूत्रं तपरः तत्कालस्य स्वस्य रूपं सवर्णस्य. वदतु किम् अवगतम्? तपरम् अर्थात् ह्रस्वकारः वा, लैक् दट्, तदेव ह्रस्वं वा दीर्घं वा एकम् एव सूचनीय तपरम् इति उच्यते. सूत्रं किं वदति? तपरः तत्कालस्य न अवगतं भगिनि. अत्र सूर्यकुमारी भगिनी प्रयत्नं करोति वा? अस्ति वा सूर्यकुमारी भगिनी? अस्तु, गीताञ्जलि भगिनी वक्तुमिच्छति वा? किञ्चित् स्पष्टं नास्ति भगिनी. अहं वदामि वा? हा वदतु, प्रयत्नं करोतु. हा का अस्ति? एकक्षणं भगिनी, रमा भगिनी, सूर्यकुमारी भगिनी उक्तवती वा? न, अहं शोभा अस्मि भगिनी. हा पुनः आगतवती वा? इदानीं प्रयत्नं कर्तुम् इच्छति वा? प्रयत्नं करोमि. करोतु. तत् तपरस्तत् कालस्य सूत्रं वदति तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः. तत्र तात् परः तपरः इत्युक्ते तकारात् परः यः वर्णः परः तकारात् परः यः अस्ति, अपि च यस्य परस्य वर्णः तकारः अस्ति तादृशं तात्परः अपि तपरः. तत्र तात्परः तपरः पञ्चमी तत्पुरुषः इति विषये कः परो यस्मात् तपरः तदेव तः पर परे यत् वर्णः अस्ति तत् तपरः. तत्तु बहुव्रीहि समासः. द्वा अपि अर्थौ द्वे अर्थे अपि भवति इति. तस्य कालः तत्कालः इति दत्तं. तस्य काल इव कालः यस्य स तत्कालः यस्य सः तत्कालः. तत्र षष्टितत्पुरुषगर्भः बहुव्रीहिः. तस्य तत्कालस्य तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रं. स्वं रूपं शब्द शब्दस्याशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः. अपि च अणुदित् सवर्णस्य च प्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य. एतत् पठित्वा एतदेव अवगन्तुं शक्नोमि. तत्र यः तपरः अस्ति तत्कालस्य स्वस्य रूपस्य सवर्णस्य इत्युक्ते स्वस्य रूपस्य एव सवर्णः भवति तत् तादृशः वर्णस्य इति. तत्र कालस्य इत्यस्य अर्थं न अवगतं भगिनि. अहं प्रयत्नं करोमि भगिनि. एकक्षणं महोदय, अत्र रमा भगिनी वदतु. कालः इत्युक्ते कालः एव, दट् इस् द मीनिङ्ग्. तपरः तत्कालस्य स्वस्य रूपस्य त वर्णः अस्ति चेत् सवर्गस्य कालः सवर्णवर्णः. सो इफ् यु हाव् कट् देन् इट् इस् जस्ट् क सेम् टैम् काल एस् दट् आफ् तपरः. इन् कान्ट्रास्ट् टु अनुदित् सवर्णस्य च प्रत्ययः अत्र कु पूर्णतया कवर्ग इट् रेप्रसेण्ट्स्. दट्स् द डिफरेन्स्. समीचीनम्. अहं प्रयत्नं करोमि भगिनि. एकक्षणम् अत्र. स्थानमपि स्थानमपि प्रयत्नं समानं चेत् तत्कालमस्ति इति वा? न न तथा नास्ति. एकक्षणं पश्यामः. अत्र वासुदेवन् महोदय वदति वा? अवगतं वा? अवगतम् अवगतं. तकारात् परः यः तकारः तकारात् परः यः तदपि तपरः तकारात् पर तकारः परः यस्मात् तदपि तपरः द्वयमपि तपरः. तस्य अर्थम् एवं भवति. समकालस्य बोधकः तत्कालस्य इत्युक्ते समकालस्य बोधकः. तपरशब्देन अयं बोधयितुं शक्यते. तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य स्वस्य रूपस्य सवर्णस्य तत्कालः एवम्. अस्तु, अत्र पश्यामः, एकवारं पश्यामः. तपरस्तत्कालस्य इति सूत्रं किं वदति? हा, रामत्र या वदतु. ओके, अकारः इति उच्यते चेत् अष्टादशरूप अकारसवर्णं सर्वं भवितुमर्हति. तकारस्य पूर्वं वा परं वा कोऽपि वर्णः अस्ति चेत् तत् तपरः इति नाम्ना उच्यते. अस्ति चेत् तत् रूपम् एव अकारम् अस्ति चेत् अकारं ह्रस्वाकारम् एव भवितुमर्हति, न किमपि आकारं वा दीर्घं वा प्लुतं वा न तथैव तपरम् इति अहं मन्ये. सत्यं सत्यं तत्र सरलरीत्या वदामः चेत् अकारः इति यत्र कुत्रापि सूत्रेषु अकारः इति वदामः चेत् सवर्णानां ग्रहणं भवति. अकारः इत्यनेन सर्वेषां प्रभेदानां ग्रहणम् अनुनासिकः अननुनासिकः उदात्तः स्वरितः अनुदात्तः इति सर्वेषां ग्रहणं भवति. यत्र भगिनी अपि उक्तवती सामान्यतया अकारः इत्युक्ते सवर्णानां ग्रहणं भवति. कवर्गः कवर्ग्यवर्णः अस्ति चेत् सवर्णानां ग्रहणं भवति. क इति वदामः चेत् सवर्णानां ग्रहणं सर्वत्र भवति. परन्तु अत्र वैशिष्ट्यं किम् इति चेत् यत्र तकारं योजयामः अकारस्य अनन्तरं वा पूर्वं वा तकारं योजयामः चेत् तत्र केवलं ह्रस्व अकारस्य एव ग्रहणं भवति. अत् इति वदामः चेत् केवलं ह्रस्व अकारस्य एव ग्रहणं. ह्रस्व अकारः इत्युक्ते तस्य षड् प्रभेदाः सन्ति. ह्रस्व अकारस्य अनुनासिकः अननुनासिकः पुनः अनुनासिकः अस्ति चेत् उदात्तः स्वरितः अनुदात्तः अननुनासिकः अस्ति चेदपि पुनः उदात्तः स्वरितः अनुदात्तः इति षड् प्रभेदाः सन्ति. अत् इति वदामि चेत् केवलं ह्रस्व अकारस्य ग्रहणम्. इत् इति वदामि चेत् तत्र केवलम् इकारस्य ग्रहणम् इति सरलरीत्या अवगन्तुं शक्नुमः. परन्तु सूत्रस्य अर्थः कथं, तत्र समासः कः, तत्र यतोहि तपरस्तत्कालस्य इति सूत्रमुक्तं, तत्र अर्थद्वयं भवति सूत्रस्य. तत् कथं तत्सर्वम् अग्रिमसप्ताहे पठिष्यामः. अत्र सरलरीत्या एकवारम् अवगच्छामः, पुनः अग्रिमसप्ताहे सूत्रं पठित्वा अत्र अर्थः कः इति ज्ञातुं प्रयत्नं कुर्मः. एतत् तपरं स्वरवर्ण एव भवति वा व्यञ्जनं भवति वा? व्यञ्जनेषु अपि भवितुम् अर्हति, परन्तु तादृशसूत्रम् इदानीं मनसि न स्फुरति, परन्तु भवितुम् अर्हति. भगिनी, एकं स्पष्टीकरणार्थं पृच्छामि. भगिनी, भवती उक्तवती पूर्वं वा परं वा. पूर्वं वा तु अहम् अवगतम् अत्, किन्तु परं वा? हा, अत् इत्युक्ते तत्र परम् अस्ति, अकारस्य अनन्तरं तपरकरणम् अस्ति अत्. इदानीं तत्र तेङ् इति वदामि चेत् तत्र पूर्वम् अस्ति, अदेङ् गुणः इति सूत्रमस्ति खलु, तत्र अत् अपि अस्ति तेङ् अपि अस्ति. तेङ् इत्यत्र एकारात् पूर्वं तपरकरणम् अस्ति, अत् इत्यत्र अकारात् परम् अस्ति. अतः तपरकरणं कस्यचित् वर्णस्य पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. तदेव सूत्रस्य अर्थद्वयम् अस्ति. तत् कथमिति अग्रिमसप्ताहे पश्यामः. अत्र समासद्वयं दत्तमस्ति खलु, पञ्चमी तत्पुरुषसमासः अपि च बहुव्रीहिसमासः, द्वयोः अर्थः अस्ति. तर्हि कीदृश अर्थः इति पश्यामः. तत्र अत् इति नियमसूत्रं वा? एतत् परिभाषासूत्रं, परिभाषा क्षमितं, संज्ञासूत्रम्, संज्ञासूत्रमस्ति. तपरकरणम् इति नामकरणं क्रियते अनेन. अस्तु, अत्र स्थगयामः, अग्रिमसप्ताहे द्रक्ष्यामः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. शुभरात्रि. धन्यवादः भगिनि. हा, धन्यवादः.